Okay. So it's okay. You can start. Okay. नमस्कार सर्वेभ्यः, अस्माकं चिन्तनवर्गे सर्वेषां स्वागतम्. इदानीम् अस्माकं विषयः अस्ति अनद्यन्ते लुट् इति लकारः. सो लुट् लकारः कुत्र प्रवर्तते? सूत्रमस्ति अनद्यतने लुट् इति. अनद्यतने इति किम् अस्ति? अद्यतनस्य सामीप्यं यत् अनद्यत्यम् अस्ति, तत्र श्वभावित्यम् इति यदि वयं स्मरामः इति अस्ति अन्यद्यतने लुट्. तदनन्तरं वयं दृष्टवन्तः कथं प्रक्रिया भवति लुट् लकारे. सो तस्य विकरणप्रत्यय आगच्छति तास् सूत्रमस्ति. स्यतासि लुट्लुटो अनेन लुट् लकारे तास् प्रत्यय विधीयते, विकरणप्रत्यय. तदनन्तरं वयं पञ्चोपगानि उपङ्गानि इति यत् अस्ति आर्धधातुकप्रक्रिया, लुट् लकार इति आर्धधातुकप्रक्रियायाम् आगच्छति. लुट् लकार आर्धधातुक लकार अस्ति अपि, अतः तत्र आर्धधातुकप्रक्रियायां पञ्चोपङ्गानि सन्ति. प्रत्यादेश, धात्वादेश, इडागम, अतिदेश, द्वित्वं. द्वित्वम् इति लुट् लकारे न भवति, अतः अस्माकं विषयः न भवति. केवलं प्रत्यय आदेश, धात्वादेश, इडागम, अतिदेश इति कुर्मः. सो प्रत्यादेश वयं दृष्टवन्तः कथं सिद्धसिंहप्रत्ययस्य वयं प्राप्नुमः. प्रथम मुख्यसूत्रमस्ति लुट् प्रथमस्य डारोरस् इति स्मर्तव्यं. परस्मैपदी अपि आत्मनेपदी प्रथमपुरुषे द्वयोः स्थले समानरूपाणि सन्ति. डारोरस् तत्र आगच्छति आदेश मूलप्रत्यय कृते, परस्मैपदी अपि आत्मनेपदी इति. आत्मनेपदी अन्य सामान्यसूत्रमस्ति टित् आत्मनेपदी टित् आत्मनेपदी ठेरे इति. अनेन टे भागस्य लुप् भवति. तदनन्तरम् ए आदेश भवति, तत्र आत्मनेपदी इति अस्ति. तत्र सिद्धतिङ्गप्रत्ययाः सन्ति परस्मैपदी ता, तारौ, तारः, तासि, तास्थ, तास्थ, तास्मि, तास्व, तास्म. आत्मनेपदी सन्ति ता, तारौ, तारः, तासे, तासाथे, ताध्वे, ताहे, तास्वहे, तास्महे. यदि इदागमस्य चिन्तनमस्ति, वयं जानीमः सामान्यतः आत्मनेपदी इति इदागम आगच्छति बहवः ये धातवः सन्ति तेषां कृते. किन्तु परस्मैपदी अपि सन्ति. सो यदि धातु सेत् अस्ति तत्र किं भवति? ईता सिद्धतिङ्प्रत्या भवन्ति. ईता आद्यन्तटकितोनेन प्रत्ययस्य आदौ इदागम ईकार आगच्छति. अतः इता, इतारौ, इतारः, इतासि, इतास्थः, इतास्थ, इतास्मि, इतास्व, इतास्मः. आत्मनेपदी भवन्ति इता, इतारौ, इतारः, इतासे, इतासाथे, इताध्वे. तदनन्तरं वयं कृतवन्तः धात्वा आदेश, ते सन्ति यथा अहं यथा अस्ते भू, अस् धातो भू इति भवति आदेश. भविता, भ्रुवो, वचि, भ्रू धातु तत्र वच् अवच् आदेश भवति. तो वक्ता इति भवति. चक्षिङ्ख्यान् इति एते सूत्रैः वयं दृष्टवन्तः. तदनन्तरं वयं कृतवन्तः यत् विशिष्टसूत्रमस्ति कृपोरोलः. यदि कृपोरोलः इति अस्ति भवति भवत्याः किं स्वरं न श्रूयते? श्रूयते भगिनी इदानीं? भवति अस्तु मध्ये मध्ये अस्तु मध्ये मध्ये अहं प्रयत्नं करोमि न भगिनि सम्यक् शृण्मः अस्तु कृपोरल तस्य कृते विशिष्ट सूत्रमस्ति तासि किमस्ति तत् सूत्रमस्ति तासि चक्र तत् यडागम तत्र आगच्छति यत्र यडागम अस्ति कृपोरल इति सामान्यसूत्रमस्ति कृप् धातोः आदेश यदि भवति तत्र लकारस्य स्थाने लकारः आगच्छति सदृशकृप् यदि लित् अस्ति तत्र लकारः भवति इति सामान्यसूत्रमस्ति किन्तु लुट् लकारे क्या स्थितिः भवति इति यडागमस्य यदि चिन्तनं भवति तत्र यडागमस्य अस्ति सूत्रे स्थासि चकृप् अस्ति प्रथमं वयं चिन्तयामः यडागम यडागम विधायकसूत्रं किम् अस्ति पुष्पा भगिनी वक्तुं शक्नोति यदागमविधायकसूत्रम् इदानीं न अस्तु अरुणा भगिनी आददर्शक यद्वलादेः इति सूत्रेण यदागमः भवति प्रथमं धातुतः धातु अनुदात्तनित एकाच् अनुदात्तनित अनेकाच् एकाच् एव एकाच् साधु साधु अनेकाच् अस्ति सेट् अस्ति अनेकाच् स्टेट् अस्ति एकाच् अनुदात भवति अनिट् भवति अनुदातकलादेः अत्र यदागमः भवति किं स्मर्तव्यं परधातोः कृते केवलम् एकसूत्रम् अस्ति तत् निषेधसूत्रं यदागमस्य निषेधसूत्रम् अस्ति एकाच् अनुदातम् धातो एकाच् अनुदात अस्ति तत्र यदागमस्य निषेधः भवति सर्वे सूत्र ये धातवः सन्ति सेत् अस्ति उदात् अस्ति वा स्वरितः सन्ति अनेकाच् सन्ति ते सर्वे सेत् सन्ति अस्तु तदनन्तरं यदि प्रत्यय आदेशः अस्ति प्रत्यय आदेशः यथा अरुणभगिनी इदानीम् उक्तवती एकमेव विधायकसूत्रमस्ति आर्धधातुके सेद्वलादे रिम्ला भगिनी कानि सूत्राणि सन्ति ये निषेधसूत्राणि सन्ति इदागमस्य त्रीणसूत्राणि अस्ति भगिनि नेड् कृते स्वीकृते विम्ला विम्ला भगिनी पुष्पाभगिनी वक्तुम् इच्छति चेत् पुष्पाभगिनी न उक्तवती ओ अस्तु मया मया चिन्तितं नेड् वशीकृति अपि च सूत्रेषु इति सूत्रद्वयं निषेधकसूत्रम् अस्तु पर किन्तु ये निषेधसूत्रं सूत्रे सन्ति स्तः ते सर्वे केवलं कृत् प्रत्यय प्रति सन्ति ते न तु अन्य ओके अन्यप्रत्ययः कारणं कि आर्धधातुकप्रत्यया बहवः सन्ति किन्तु ये कृत् प्रत्ययाः सन्ति तेषां कृते एते सूत्रं द्वयं निषेधसूत्राणि सन्ति वयं जानीमः आर्धधातुकप्रत्यया यथा निच् यङ् यङ् लुक् यङ् धातो श्रोतुं शक्नुमः तत्र निषेधः भवति तत्र इदागमस्य चिन्तनं न भवति कारणं किम् अस्ति निच् प्रति इति कथं प्रीणाते निच्यते अस्ति तत्र इदागमनं भवति भगिनी न श्रुतं मध्ये भग्नः आसीत् तदेव श्रवणसाधनम् उपयोजितं पुनः पुनः पृच्छताम् अस्तु अस्तु यः इदागमस्य चिन्तनं ये सूत्राणि भवती उक्तवती नेड् वशीकृति तु त्र थ सिसु सर के सेषु ते कृत् प्रत्यय प्रति कृत् प्रत्यय अर्धधातुकप्रत्ययाः सन्ति साधु किन्तु अन्याः कृत् प्रत्यय यत्र विदागमस्य चिन्तनं न भवन्ति, यथा प्रेरणार्थे लिच् अस्ति वा यङ्ग् लुगन्त् अस्ति, अनेकाच् अस्ति तदपि, किन्तु यथा सनन्तधातु अनेकाच् अस्ति तत्र विदागम भवति, अत्र कथं न भवति? नित् अस्ति कर्मणि भावस्य कित् अस्ति, यङन्तधातवः ङित् सन्ति, अपि च परस्मैपदी आशीर्लिङ्गे किमपि सूत्रमस्ति किदादि इति, कदाशीष इति अस्ति, तेन निषेधं भवति, निषेधं भवति स्वभावत् वक्यत् वा ङित् अस्ति तत्र न भवति, ङित् अस्ति तत्र अतः न भवति. अपि यदि चिन्तयामः यदि प्रेणाते ङित् अस्ति अनुबन्धा लोपानन्तरम् इ अवशिष्यते साधु, तत्र यदा इकार बल्लादि प्रत्यये न आगच्छति, तदपि यदि वयं चिन्तयामः यङ् धातु यङ् ये प्रत्ययाः सन्ति तत्रापि ङकार यदि यक् ककार यदि अपगच्छति तत्र किं भवति, य अवशिष्यते, सो य अपि वल्लादि प्रत्याहारे नास्ति, तदपि अन्यकारणं भवति, तत्र इदागमस्य चिन्तनं न भवति इति. अपि तासि चक्ल इति सूत्रं किं वदति अरुणा भगिनी? गतसप्ताहे वयं कृतवन्तः साधु कृप्रत्ययः तास् प्रत्ययपरे विकल्पेन परस्मैपद भवितुमर्हति, तदेव अत्र इदागम न भवति. त्रयः प्रत्ययाः सन्ति, सा सन् थास् प्रत्ययः अस्ति चेत् कृप्तधातुतः अत्र परस्मै सामान्यतः कृप् प्रत्ययः आदधातु धातुः, परन्तु त्रि सन् स्या थास् पदे परस्मैपदं भवति, अत्र परस्मैपदं भूत्वा परस्मैपदे कृते इदागम न भवति. रूपं किं भवति? यदि लुट्लकारे परस्मैपद धातु अस्ति कृप्ता भवति भगिनि, कल्पता परस्मैपदे कल्पता कृप्ता कल्पता आत्मनेपदे आत्मनेपदी कल्पिता परस्मैपदी कल्पता. अपि लुट् चक्लप् इति सूत्रमस्ति प्रथमाध्याये तृतीयपादे, तत् अनेन सूत्रेण क्लिप् धातोः परस्मैपदी विधीयते. ओके, यदि परस्मैपदी विकल्पेन विधीयते येषु के प्रत्याः परे सन्ति, यदि तास् स्य वा सन् इति अस्ति, ओके, एतेषु त्रयः प्रत्याः यदि तस्य परे भवन्ति क्लिप् स्य सन् तास् तेषां तत्र परस्मैपदी परस्मैपदी इति विधीयते. तत्र विकल्पेन यदि भवति अपि दासी चक्लिप् इति सूत्रम् आगत्य वदति कि परस्मैपदी संज्ञक क्लिप् धातोः स्य सकारादि परे वा तास् प्रत्ययपरे तत्र निषेध भवति, इदागमस्य निषेध भवति. सो तासीसि सो विमला भगिनी भवती आसीत् साधु यदा वयं प्रश्न कृतवन्तः, तत्र किं चर्चा जाताः वर्गे, तासी किमर्थं पुनः तासि च कृपः इति उक्तं, यतोहि लुटि च कृपः इति यदा लुटि च कृपः इति प्रथमतया प्रथमाध्याये अस्ति, येन सूत्रेण लुटि शिरसन्तास् इत्येषु त्रिषु प्रत्ययेषु पुरेषु क्रप् धातोः विकल्पेन परस्मैपदी भवति. तदा पुनः किमर्थं तासि च क्रपः इति उक्तम् इति चर्चा आसीत्. अस्तु, भवती अवगतवती इति या महोदय अत्र महोदयेन लिखितमस्ति. अत्र प्रश्नः अस्ति तासि तस्य पुनः अनुवृत्तिसूत्रे कथं तस्य प्रयोजनं किम् अस्ति, तस्य आवश्यकता नास्ति यदि क्लिप् प्रारस्मैपदेषु आददाति चेत् वलादे न इति वदामः इति साधु अस्ति. कारणं कि पूर्वं वयं जानीमः लुटि च क्लिप् अनेन इति साधितम् अस्ति परस्मैपदेषु इति क्लिप् धातु परस्मैपदेषु केवलम् अत्र भवति यत्रस्य सन् वा लुटि, लुटि मीन्स् तास् प्रत्यय परे अस्ति. स्वभावतः वयं क्लिप् प्रत्ययस्य स्वभाव किम् अस्ति, तत्र स्वभावः अस्ति आत्मनेपदी अस्ति अपि च सेट् स्वभावः अस्ति, वेट् समेतं स्वभाव वेट् अस्ति तस्य. तो इदानीं यदि परस्मैपदी आगच्छति लुटि च क्लिप् अनेन तत्र इदागमस्य निषेधः अस्ति. तो परस्मैपदी यदि वयं वदामः इत्युक्ते क्लिप् धातो परे सा ता से इत्युक्ते स्य वा सन् प्रत्ययाः सन्ति इति. सो इति समाधानं किम् अस्ति? समाधानमेव आसीत् यत् तासि चक्रपः इति सूत्रं सप्तमाध्याये अस्ति, यत्र लुटिचक्रपः इति प्रथमाध्याये अस्ति. इत्यनेन बहु दूरम् अस्ति इति कृत्वा अनुवृत्ति भवितुं न अर्हति इति उक्तम्. परन्तु तदेव कारणेन मया वर्गी एतद् उक्तमासीत् यत् अष्टमाध्यायस्य द्वितीयपादस्य सप्तमाध्यायस्य षष्टितमसूत्रमस्ति तासि च कृप इति. तत्र पूर्वं परस्मैपदमिति आसीत् इति मम स्मरणमस्ति अस्ति इत्युक्ते तस्य अनुवृत्ति भवितव्यम् इति स्मरणं द्रष्टव्यमस्ति पुनः. अस्ति, अत्र दत्तमस्ति तासि चक्रपदेन गमेरित् परस्मैपदेषु इति तस्य पूर्वम् अस्ति 58 इति अस्ति. सो महोदय इति उक्तवान् अनुवृत्ति भवति यदि सामीप्यं सूत्रं सन्ति वा अधिकारसूत्रम् अस्ति तदा एव अनुकर्षणं भवति, न तु न भवति. अतः तासि इत्यस्य वक्तव्यं सूत्रे अत्र इति समाधानम् अस्ति. अस्तु, अग्रे सरामः. अरुणा भगिनी, द्वितीयविशिष्टसूत्रं किम् अस्ति लुट् लकारे इदागमस्य कृते? एकनिमिष सरला भगिनी, गमेरिट् इत्यस्य महत्त्वं किम्? परस्मैपदेषु इति परस्मैपदी इति तस्मात् अनुवृत्ति आगच्छति गमेरित् परस्मैपदेषु इति. अस्तु, तस्य केवलं परस्मैपदी इति तस्य अनुवृत्ति अस्ति तस्मात् सूत्रात्. अस्तु, धन्यवादः. इति तस्य यदि पाणिनिः लाघवं चिन्तयति साधु तासि चक्लिप् तस्मिन् इति परस्मैपदी न लिखितम् अस्ति. यदि अनुवृत्तिसूत्रं वयं रचयामः तत्र वयं ये पूर्व सूत्राणि सन्ति तस्मात् अनुवृत्ति अनुकर्षणं कुर्मः इति अस्ति. अस्तु, अरुणा भगिनी, द्वितीयविशिष्टसूत्रं किम् अस्ति इदागमस्य कृते लुट् लकारे? सः लुषविषः. अत्र सूत्रमस्ति दिवादिगणे पञ्च पञ्च धातु सन्ति, इष् धातु सः लुब् ऋष् ऋष् धातुभ्यः पञ्चभ्यः धातुभ्यः तकारादि आधुधातुकप्रत्यपरे विकल्पेन इदागमानुकूलः भवति. वयं जानीमः इष् हलन्तदातु अत्र षकार आवलि नास्ति, सः अपि नास्ति, लुब्नपि नास्ति, रुष् ऋष् आवलयं नास्ति, ते सर्वे अपि सामान्यतया अस्तु. अस्तु, इदानीं वयम् अग्रे सरामः अतिदेशः. अस्तु, पुष्पा भगिनी भवती पठति इच्छति वा न पठनं पठितुम् इच्छति वा? क्षम्यतां, मम भाषा समीचीनं नास्ति. चिन्ता मास्तु, पठितुम् इच्छति अतिदेश इति. स्पॉटिंग इट अति रुहोल् इति दीर्घः, तत् अग्रे आगच्छति. अस्ति तासि तत् तद् गृह्दातु न तस्य अधोभागे चतुर्थबिन्दु अतिदेश. यदि सिद्धा नास्ति विमला भगिनी पठति. थर्ड् ओके, सो इट् शुड् बि देयर. ओके, अतिदेश तञ्चु न न न बहु न. अस्तु विमला भगिनी, अतिदेशः अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा तस्मात् भिन्नो भवति. अनेन नूतनलक्षणम् अध्यारोप्यते. अष्टाध्याय्यां प्रथमाध्यायस्य द्वितीयपादस्य अत्र उट्टङ्कनदोषमस्ति, द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि, विरलतया अन्यत्रापि प्राप्यते. एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहारः, ङित्वं कित्वम् अकित्वञ्च. इत्यस्मात् प्रथमाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य षट् विंशति इति यावत् अतिदेशप्रकरणं, तस्मिन् च प्रथमचत्वारि सूत्राणि सामान्यानि. पञ्चमसूत्रात् आरभ्य विशिष्टसूत्राणि, इमानि च सर्वाणि आर्धधातुकप्रक्रियायाम् एव. साधु भगिनी, आमाम्, इदानीं प्रतिपादयतु. अतिदेशसूत्रद्वारा प्रत्ययस्वभावः यथा अस्ति तत् तद्भिन्नः भवति. नूतनलक्षणं च तस्मिन् अध्यारोप्यते. प्रत्यये प्रथमाध्यायस्य द्वितीयपादस्य आरम्भे सर्वाणि अतिदेशसूत्राणि प्रायशः सर्वाणि स्थितानि, केचन सूत्राणि अन्यत्रापि प्राप्यते. प्रथमचत्वारि सूत्राणि सामान्यसूत्राणि, पञ्चमसूत्रात् आरभ्य विशिष्टसूत्राणि सन्ति. तदेव अत्र उक्तमस्ति. अस्तु, साधु. अतिदेशमिति स्वभावपरिवर्तनं भवति, प्रत्ययस्य स्वभावपरिवर्तनं भवति इति. नूतनस्वभाव अध्यारोप्यते तस्य तत्र. ओके, इति अत्र देश तस्य अर्थं भवति. इति अतिदेशसूत्राणि केवलं अत्र वयं सार्व अग्रे आगच्छति सार्वधातुकप्रत्ययप्रति केवलम् एकमेव सूत्रमस्ति. अन्यानि सूत्राणि ये सन्ति ते आर्धधातुकप्रक्रियायाम् आगच्छति. यदि वयं अष्टाध्यायी पुस्तकम् अस्ति भवत्या सर्वेषां समीपे न, यदि वयम् उद्घाटयामः इति अस्ति, पेज् नम्बर् नवत्रिंशत् पृष्ठं, तत्र अतिदेशप्रकरणम् आगच्छति. नव किं भगिनि 39 या नवत्रिशन् ओके अतिदेशप्रकरणं तत्र अस्ति अरुणा भगिनी पठतु कानि सूत्राणि सन्ति ओ अतिदेशप्रकरणं गाङ्कुटादिभ्यो निज इट् विभाषोर्नोः सार्वधातकम् अपि असंयोगालित् कित् तावत्पर्यन्तं केवलम् अधिकानि न अस्तु सो यत्र वयम् इदानीं कुर्मः गाङ्गुटादिभ्यो निन्दिक्ति अनेन विज् इट् विभाषयोणुः इति वयं प्रथमं सूत्रम् अद्य कुर्मः द्वितीयतृतीयसूत्रं अग्रिमवर्गे इति भवति इति महोदय उक्तवान् साधुधातुकमपि वयं जानीमः साधुधातुक अपि किम् अस्ति अस्तु सो इदानीं पूर्वसूत्रं सार्वधातुकम् अपि वयं पूर्वं पठितवन्तः सो अरुणा भगिनी भवती जानाति सार्वधातुकमपि किम् अस्ति वक्तुं शक्नोति पठतु तदनन्तरं वदतु इति लाघवं भवेत् द्वितीय परिच्छेदं सार्वधातुक प्रक्रियायाम् एकमेव अतिदेशसूत्रं सार्वधातुकम् अपि अष्टम प्रथमध्याये द्वितीयपादे चतुर्थसूत्रम् इदं च सामान्यम् अतिदेशसूत्रम् अवशिष्ट त्रीणि सामान्यानि अतिदेशसूत्राणि आर्धतादिकप्रक्रियां भवन्ति एतावता अतिदेशसूत्रचिन्तनम् अधिकं न अपेक्षितम् आसीत् यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकम् अपि तदा आर्धतादिकप्रक्रियां यत्र इडागमो न भवति प्रेरणार्थे निच् कर्मणि भावे यक् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ्ग् यङ्गन्ताः यङ् लुगन्ताः च इत्येते सर्वे अनिटादयः येषु स्थलेषु अतिदेशसूत्राणि न प्रसक्तानि अत्र सार्वधातुकप्रक्रियायाम् एकमेव अतिदेशसूत्रमस्ति सार्वधातुकम् अपि सूत्रं वदति सूत्रं सामान्यसूत्रम् अतिदेशसूत्रमस्ति अत्र केवलम् एकमेव सूत्रं सार्वधातुकम् अपि सार्वधातुकप्रक्रियायाम् अन्य त्रीणि अवशिष्टत्रीणि सूत्राणि अतिदेशसूत्राणि आर्धधातुकप्रक्रिया एव भवन्ति प्रेरणार्थे निच् अर्धधातुकप्रक्रियां प्रेरणार्थे निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ्ग् यङ्गन्ताः यङ् लगन्ताः प्रक्रियायां सर्वे धातवः अनिटः ततः अत्र अतिदेशसूत्रप्रसक्तिः नास्ति वयं चिन्तवन्तः पूर्वमेव कारणं किम् अस्ति सो उदाहरणं स्मरति कुत्र आर्धधातुकमपि वयं कृतवन्तः वयं दिवादिगणे तुदादिगणे शा दिवादिगणे शा प्रति अस्ति अत्र शिशित् प्रति अस्ति परन्तु अपित् अस्ति पकार नास्ति ततः अत्र सार्वधातुकम् अपि इति सूत्रे नित् भवति किनिति च इति सूत्रेण गुणनिषेधः भवति उपधायाः वा सो यत्र शप् शप् केवलं द्वादिगणीय अपि चुरादिगणीय अस्ति साधु अपि यदि वयं जानीमः ये तिङ् प्रत्याः सन्ति तिप् तस्झि सिप् वस्मस् सिप् थस्थ मिप् वस्मस् तत्र तिप् मिप् सिप् ते पका तत्र पित् अपि अस्ति ते पित्वात् गुणः भवति यत्र तस् झि अस्ति तस् मस्वस् तत्र ते तिङन्तः सन्ति किन्तु अपित् सन्ति तत्रापि सार्वधातुकम् अपित् अनेन सूत्रेण ते ङित्वत् भवन्ति. सो यथा वयं जानीमः हलादि अपित् अस्ति वा अजादि अपित् अस्ति वयं कुर्मः साधु. सो त्यत्र सार्वधातुकम् अपित् इति सूत्रम् आगच्छति यदि वयं हलादि अपित् हलादि अजादि अपित् यथा अन्ति अस्ति साधु तिङ्क्स् यद् लट् लकारे तीतः अन्ति. सो अन्ति भवति अजादि अपित् सः भवति हलादि अपित् साधु स्मरति ओके. सो यदि एत्रे यदि ते अपित् अस्ति सार्वधातुकम् अपित् अनेन किं भवति ङित्वत् इति ते भवति ङित्वत् प्रथमं ङित्वत् भवति. यदि ते ङित्वत् भवति कारण कि ङित्वत् इति ङित् इति आरोप्यते अध्यारोप्यते तत्र तदनन्तरं कितिङिति इति सूत्रेण गुणनिषेधः भवति. सो यदि यथा वयं जानीमः लिख् धातुः अस्ति लिक् धातुः अस्ति तुदादिगणीय तुदादिगणीय यदि लिक् धातु लिख इति भवति तस्य अङ्गं लिखति तत् लिखति भवति कारण कि तस्य सूत्रस्य किं भवति सार्वधातुकमपित्तनेन गुणनिषेधः भवति अस्ति इति अन्ति लिखन्ति इति यथा अस्ति भवति शप् अस्ति द्वादिगणे तत्र अस्ति भू धातु अङ्गं भव भवति किमस्ति इति यदि वयम् अदादिगणे सपोज् अदादिगणे वद् वद् इति स्वीकुर्मः वद् वद् धातु शप् लोपः भवति शप् लोपः भवति वद् योगति इति अस्ति साधु ति तिप् अस्ति पकार अस्ति अनेन गुणः भवति वद् धातु साधु साधु विद् धातु वेति इति भवति विद् वेति कारण कि पित्वात् गुणः भवति. यदि विद् योग अन्ति अस्ति तत्र न भवति गुण कारण कि हलादि अपित् अजादि अपित् अस्ति अजादि अपित् भूत्वा तत्र सार्वधातुकम् अपित् अनेन हित्वा तत् गुणनिश्चेदः तत्र गुणः न भवति. सो तत्र विद् इति तिष्ठति तत्र पर अन्ति नास्ति तत्र अत् भवति वित्तत् इति भवति तत्र सूत्रम् ओके धन्यवादः अस्तु. कोऽपि प्रश्नः अस्ति अत्र अपि अन्यत् प्रथमे परिचयं वयं दृष्टवन्तः यत् अध्यारोपते केवलम् एतत् ङित्वत् कित्वत् वा अकित्वत् इति त्रीणि त्रय स्वभावाः केवलम् अध्यारोपते न कोऽपि अन्यत् स्वभावः अध्यारोपते केवलं ङित्वत् भवे वा कित्वत् भवे अकित्वत् इति भवति इति और् अपि यत् अतिदेश यदि भवति धातोः अतिदेश भवति वा प्रत्ययस्य अतिदेश भवति पुष्पा भगिनी कस्य अतिदेश भवति किं भगिनि पुनः धातु एव भगिनि अतिदेश कस्य भवति धातोः अतिदेश भवति वा प्रत्ययस्य अतिदेश भवति प्रत्यय कुत्र अध्यारोप्यते नूतन स्वभाव ङित्वत् कित्वत् अकित्वत् अत्र ङित्वत् आगच्छति चेत् तत्तु भिन्नप्रत्ययः अपि अस्ति ङित्वत् भवति कस्य भवति धातोः भवति वा प्रत्ययस्य भवति धातुभ्यः प्रत्ययविधीयते किन्तु परिवर्तनं भवति प्रत्ययस्य प्रत्यय भवति ङित्वत् इति कारणात् अङ्गस्य गुण न भवति गुणनिषेधः भवति स्मर्तव्यं प्रत्ययस्य आदिदेशं भवति न तु धातोः प्रत्ययस्य आदिदेशम् अस्तु अस्तु अस्तु अग्रे पठति वा भवती किं पठामि भगिनि इति आरभ्य अतिदेशचिन्तनम् अपेक्षितम् आरभ्य हा इतः आरभ्य अतिदेशचिन्तनम् अपेक्षितं यथोक्तम् अर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि तानि च गाङ्कुटादिभ्योर्ति बिज यत् विभाषोर्ण एतद् सर्वे प्रथम अध्याये अस्ति द्वितीय इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति लुटि येषां त्रयाणाम् अपि कार्यं भवति ततः अग्रे अस्मिन् लकारे विशिष्ट अतिदेशसूत्राणि न अपेक्षितानि अतिदेशसूत्राणि न अपेक्षते अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य यत्र यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते तत्र सर्वत्र येषां सूत्राणां प्रसक्तिः भवति त्रयाणां प्रसक्ति त्रयाणां प्रसक्तिः भवति क्षम्यतां क्षम्यतां यत्र यत्र आर्धधातुकप्रक्रिया अतः अत्र प्रवर्तते तत्र सर्वत्र येषां त्रयाणां प्रसक्तिः भवति अतः तत्र अत्र सामान्यसूत्रम् इत्युक्तौ प्रत्ययम् अवलम्ब्य न तु दातुम् अवलम्ब्य अस्तु सामान्यसूत्रम् इति उच्यते चेत् अस्तु एतद् त्रीणि त्रीणि सामान्यानि सूत्राणि अतिदेशसूत्राणि सन्ति ते तानि गाङ्कुटादिज यत् विभाषोर्ण एतानि सूत्राणि कार्यं करोति अत्र सर्वत्र एतेषां प्रसङ्गे चिन्तनं कर्तुं शक्यं न शक्नुमः कर्तुं लुटि एते त्रयाणां सूत्राणि अपि कार्यं करोति लकारे विशिष्टादि अतिदेशसूत्राणि अपेक्षितानि तत्तु न सन्ति इति अङ्कुटादिभ्यो तद् पठनं अस्तु समीचीनं सो अत्र किं दत्तमस्ति ये त्रीणि सूत्राणि सन्ति ते सामान्यसूत्राणि सन्ति द्वितीयबिन्दुः अस्ति आर्धधातुकप्रक्रियायां भवति केवलम् ओके तृतीयबिन्दुः अस्ति धातु अवलम्ब्य न भवन्ति प्रत्यय अवलम्ब्य भवति यथा पूर्वम् उक्तवती अतिदेशं भवति प्रत्ययस्य न तु धातोः इति सो धातु अवलम्ब्य इति स्मर्तव्यं प्रत्यय अवलम्ब्य सामान्यसूत्राणि अपि ते आर्धधातुकप्रक्रियायां भवति अस्तु विमला भगिनि अग्रिमसूत्रं पठति वा धन्यवाद पुष्पा भगिनि गाङ्कुटादिभ्यः आम् तत् पठनीयम् अस्तु अस्तु आम् गाङ्कुटादिभ्यो ञणिङ्यत् इङ् धातोः स्थाने यः गाङ् आधातुः तस्माच्च कुटादिगणीयेभ्यः धातुभ्यः ञित् नित् भिन्नप्रत्ययः ङित्वत् भवति. कुटादिगणे पञ्चत्रिंशत् धातवः सन्ति. सर्वे धातवः तुदादिगणे सन्ति. कुट आदिः येषां ते कुटादयः बहुव्रीहिः. गाञ्च कुटादयश्च ते गाङ्कुटादयः. तेभ्यः कुटादिभ्यः ञ च ण च तयोरितरेतरद्वन्द्वः. ञनौ ञनौ इतौ यस्य स ञनित् बहुव्रीहिः. न ञनित् अञ्ञनित् द्वन्द्वगर्भबहुव्रीहिः. सूत्रं स्वयं सम्पूर्णं. गाङ्कुटादिभ्यः अञ्ञनित् ञ्यत् एषः अस्मिन् सूत्रे उक्तं. विषयद्वयमस्ति. एकः अस्ति इङ् धातोः स्थाने गाङ् आदेशः भवति आद धातुकप्रत्यये परे. अपि च कुटादिगणेभ्यः ये पञ्चत्रिंशत् धातवः सुदादिगणे सन्ति तेभ्यः अपि ये प्रत्ययाः विहिताः भवन्ति. यदि ते ञित् नास्ति णित् नास्ति ञित् ञित् भिन्नप्रत्ययाः सन्ति तेषां स्वभावः गित्वत् ङित्वत् भवति. अपि च तस्य वर्णनं कृतं कुट आदिः येषां ते कुटादयः इति. केवलं सूत्रस्य वर्णनमस्ति अत्र. सूत्रं स्वयं सम्पूर्णम् इति अस्ति. अपि च सूत्रे समासः कथं भवति? गाङ्क्ष कुटादयश्च चेत् गाङ्कुटादयः द्वन्द्व इतरेतरद्वन्द्वः इति मन्ये. अच्च कुट आदिः येषां ते कुटादयः बहुव्रीहिः समासः. गाङ्क्ष कुटादयश्च चेत् गाङ्कुटादयः तेभ्यः कुटादिभ्यः द्वन्द्वसमासः. ञ च न च तयोः इतरेतरद्वन्द्वः ञनौ ञौ इतौ यस्य स ञित् बहुव्रीहि तदपि बहुव्रीहि. न ञत् अञ्ञत् तत् नञ् तत्पुरुषसमासः. द्वन्द्वगर्भबहुव्रीहिः इति अत्र दत्तमस्ति. भवती उक्तवती इङ् धातोः आदेशः माङ् भवति. नाङ् इति धातुः अपि कुटादिभ्यगणे आगच्छति. कुटादिगण इति अन्तर्भूतवती सुदादिगणे धातुः. सुदादिगणे यत् कुटादिगणः अस्ति तस्मिन् भवति पञ्चत्रिंशत् धातवः. सो इदेव्यधातुभ्यः यदि ङित् वा ऋत् भिन्नप्रत्यय आर्धधातुकप्रत्यय योजयामः तत्र अतिदेशं भवति ङित्वत् इति अस्ति शुद्धस्य अभिप्रायः. अस्तु अग्रे किमपि प्रश्नः अस्ति वा एतावत्? अरुणभगिनी अग्रे पठति वा? लुटि लुटि सिद्धचिङ्प्रत्ययाः सर्वे ङित् ङित् भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङित्वत् भवन्ति. ओके. ततः सर्वत्र किणिति च इति सूत्रेण गुणनिषेधः भवति. एतदेव च गाङ्कुटादिभ्यो इत्यस्य प्रयोजनं गुणनिषेधः. अत्र प्रश्नः उदेति किमर्थम् उच्यते यत् गाङ्कुटादिभ्यो केवलम् आर्धधातुकप्रक्रियायां, किमर्थं न सार्वधातुकप्रक्रियाम् अस्य कार्यं स्यात्? अस्य उत्तरविदं यत् कुटादिगणः सुदादिगणे कश्चन अन्तर्गणः एव, नाम सर्वे कुटादिगणीयः धातवः तुदादिगणे एव. तुदादिगणे विकरणप्रत्यय शा तस्य च शा प्रत्ययस्य अपित्वात् सर्वत्र तुदादिगणे धातोः गुणनिषेधः. गाङ्पुटादिभ्यो निमीन्त इति सूत्रस्य कार्यं तु गुणनिषेधः एव यः सार्वधातुकप्रक्रियां तुदयगणे सार्वधातुकम् अपित् इत्यनेन साधितः अतः सार्वधातुकप्रक्रियां तुदादिगणे गाङ्पुटादिभ्यो निन्त इति सूत्रं निष्प्रयोजनम् अपि च यथा अग्रे उच्यते गाङ् धातुः सार्वधातुकप्रक्रियां न भवति यतोहि अयं गाङ् ईङ् धातोः स्थाने एव भवति स च धात्वादेशः लिटि लुङि लृङिः नाम केवलम् आर्धधातुकप्रक्रियायाम् ओके अवगतं यानि लुटि वयं जानीमः लुट् लुटि सिद्धतिङ् प्रत्ययः सर्वे नित् नित् भिन्नाः ततः गाङ्कुटादिभ्यः दातिभ्य सर्वे निद्वत् भवति किमस्ति सिद्धतिङ् प्रत्ययः लुटि प्रथमविभक्तारौ रस् तात् स्वीकरणप्रति तात् आरभ्य भवति सर्वे रैट् सर्वे तकारादि तकारादौ अस्ति प्रत्यय सर्वे नित्य निर्भिन्ना अस्तु अग्रे एकनिमिषं ततः अत्र निद्वत् भवन्ति किमर्थं प्रश्नः अत्र अस्ति किमर्थं केवलं सार्वधातुकप्रत्ययानाम् इति न उक्तम् इति केवलम् अर्धधातुकप्रत्ययक्रियायाम् एव उत्तरमस्ति सार्वधातुकप्रक्रियायां सर्वे कुटादिगणे गणाः तुदादिगणे अन्तर्भूतः अतः वयं जानीमः तुदादिगणे अन्तर्भूतः अस्ति तस्मिन् धातव पञ्चत्रिंशत् सन्ति तुदादिगणे वयं जानीमः तुदादिगणे शप्रत्यय विकरणप्रत्यय आगच्छति तत् अपि भूत्वा सार्वधातुकमपि सूत्रेण नित् भवति किनित्वा इति सूत्रेण गुणनिषेधः भवति अतः अत्र गाङ्कुटादिभ्यो कार्यमपि गुणनिषेधः ततः अत्र कार्यं प्रयोजनं नास्ति केवलम् आर्धधातुकप्रक्रियायामेव गाङ्कुटादिभ्यो सूत्रं कार्यं करोति प्रथमं गाङ् इति एक धातुः इङ् धातुः आदेशः भवति तदपि तुदादिगणेन अर्धधातुकप्रक्रियायां लिटि लुटि लृङि एव अर्धधातुकप्रक्रिया गाङ् धातुः आदेशः भवति इङ् धातुतः इति अत्र आगच्छति द्वयम् एकमस्ति सुदादिगणे यत् अस्ति सुदादिगण इति अस्ति सार्वधा विकरणपस्य अस्ति सुदादिभ्यश्च सुदाभ्यश्च अस्ति इति स्वभावतः तद् गणं भवति सार्वधातुकम् अपित् अस्ति सार्वधातुकम् अपित् अनेन सूत्रेण निर्वत् भवति अत्र यत् कुटादिभ्य गण अस्ति तत् कुटादिगण सुदादिगणे अन्तर्भूतः अस्ति तत्र तस्य का गाङ् कुटादुभ्य तस्य प्रसक्तिः एव प्रयोजनमेव नास्ति आवश्यकता नास्ति कारणं कि सार्वधातुकं तत्र पूर्वमेव सार्वधातुकपतनेन गुणनिषेधः अस्ति तु अन्यसूत्रस्य कार्यं न भवति अत्र सार्वधातुकम् तत्र इति न वक्तव्यं गाङ्कुटादिभ्य अत्र आवश्यकता नास्ति प्रयोजनं नास्ति द्वितीयमस्ति यत् इङ् धातोः आदेश यदि ङाङ् भवति केवलं लिट् लिटि लुङि वा लृङि इति भवति. सो तत्ते अपि आर्धधातुकप्रत्ययाः सन्ति, अतः आर्धधातुकप्रत्ययां केवलम् इति सूत्रस्य कार्यं भवति. इदानीं पुष्पाभगिनी लिति च इति पठतु कृपया. तदेव मया पठितं वर्गे अपि. मिति च यः प्रत्ययः जित् खित् अथवा नित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणवृद्धिः न भवति. ग च ख च सर्वे पठामि अनुवृत्तिसहितस्य अनुवृत्तिसहित वयं जानीमः अनुवृत्तिसहितसूत्रम् इति च इकः गुणवृद्धिः न. अत्र प्रत्ययः ग्यत् खित् अथवा नित् अस्ति चेत् तस्मात् प्रत्ययात् पूर्वं तस्य एव तस्य एव प्रत्ययस्य इकस्थाने गुणः न भवति, गुणः वा वृद्धिः न भवति. इकः किम् अस्ति? इकः किम् अस्ति? इकः तु तस्य प्रत्ययस्य कारणतः इकः अन्तिम वर्णः अन्तिमवर्णः धातुभ्यः अन्तिमवर्णः इकः. अत्र इकः प्रत्याहारः अस्ति, तस्मिन् के वर्णाः आगच्छन्ति? इकः इकः एवो न तत्तु वृद्धि भूत्वा यदि एते स्वराः सन्ति कानि सूत्राणि तत्र एक यदि कानि सूत्राणि कार्यं करोति कानि कुर्वन्ति यदि या वृद्धिसूत्राणि वा वृद्धि तु सामान्यतया यदि सार्वधातुक यदा भूधातु अस्ति सदु भूधातु अस्ति भूधातु अस्तु भूधातु योग किं भवति इति भवति अवादेशः गुण कथं भवति भो भो सूत्रेण भो भूत्वा एच वायवः कार्यं कृत्वा अवागच्छति भो गु गुण भूत्वा भो अत्र अकार ओ अकारः भव इति आगच्छति अव आगच्छति अव आदेश न भो तद् ऐचो अव भवति इति भवति इक् उकारे सति इक् प्रत्याहारे आगच्छति तत्र मम किम् अहं वक्तुम् इच्छामि सार्वधातुक आर्धधातुकयो अनेन गुणः भवति पुगन्तलघुपदस्य अनेन गुणः भवति इति पुगन्तलघुपदस्य यत् उपधायाम् अस्ति तत्र गुणः भवति यथा वयं जानीमः यदि किं भवति पठ वर्ण उदाहरणं भवति नीनयति उगन्तलघुपदस्य कारणेन नीनयति कार्यं करोति उगन्तलघुपदस्य इक् वर्णस्य गुणं भवति साधु तत्र ह्रस्वैकवर्णस्य खलु उगन्तलघुपदस्य अत्र ह्रस्वकारः ऊकारः न दीर्घ ऊकारः भू दीर्घ ऊकारः सार्वधातुकाद्यकेन पुगन्तलघुपचस्य ह्रस्व यदि अस्ति तत्र भवति इति यथा शुच् धातुः अस्ति शुच् धातुः साधु भुवादिगणे शुच् धातुः अस्ति तत्र उकार एक वर्णः अस्ति एक प्रत्याहारे आगच्छति तु पुगन्तलघुपचने शोच् इति भवति शोचति इति भवति साधु इति यदि तकारतः आगे आगच्छति तत्र शुच् श्रुति तिष्ठति तत्र अस्तु अस्तु वापि प्रेरणार्थेन इच्छते वयं कृतवन्तः तत् अचोन्यनति तत्र वृद्धिः भवति यदि अच्वर्णः इक्वर्णः अन्ते अस्ति अचोन्यनति अनेन प्रतिविधि बाधितं भवति नित्वत् यदि भवति अस्तु अग्रे अपि पठतु अग्रे व्यचे कुटा व्यचेः कुटादित्वं मनः अन्नस्ति इति अनसि इति वक्तव्यम् इति वासिकेन व्यच् धातोः कुटादित्वं कृत् प्रत्ययेषु परेषु एव इति कृत्वा लुटि नास्ति अनसि इति तदेव वार्तिकं किं वदति व्यचे तु व्यच् धातु अपि कुटादित्वं तत् कुटादि यतोहि व्यच् धातु कुटादिगणे नास्ति तदापि यदि वार्तिकेन तत् कुटत्वं कुटादित्वं विधीयते यदि कुटादित्वं विधीयते तत्र किं भवति यदि नित् प्रत्यय परे कृत् प्रत्ययः अस्ति तत्र इति कुटादित्वं भवति तत्र ङित्वत् इति भवति तस्य अर्थम् इति अस्ति समानकार्यं यथा नाङ्गुटादि व्योमिति इति तस्य अपि सरलाभगिनी पुनः वदतु किमुक्तं भवता व्यच् धातुः अस्ति इति सामान्यतः कुटादिगणे नास्ति किन्तु यदि कुटादि व्यच् कुटादि गणे विधि अनेन वार्तिकेन कुटादित्वं विधीयते व्यच् धातोः यदि कुटादित्वं कदा विधीयते यदि कृत् प्रत्यपरे अस्ति गाङ् मुटादि इति अनेन कः कृत् प्रत्यय भवे यत् नित् नास्ति तत् प्रकार कृत् प्रत्ययपरे भवति तत्र कुटादित्वम् आगच्छति तत्र व्यचिधातुयुगे अनसि इति इत्युक्ते किं अनसि इति अनसि इति किम् इत्युक्ते महोदय इति उक्तवान् यत् कृत् प्रत्यय अहमपि चिन्तवती न अवगतम् अनसि इति किन्तु लुटि नास्ति एतत् व्यच् वयं पूर्वं दृष्टं व्यच् धातु इति वकारः अस्ति साधु सम्प्रसारणीय धातु अस्ति व्यच् धातु. वयं कुत्रापि अहं दृष्टवती व्यच् सम्प्रसारणीयकार्यं वयं दृष्टवन्तः सम्प्रसारणीयकार्यं कोऽपि सम्प्रसारणीयधातु नास्ति लुट्लकारे. पूर्वं यदि कित्मित् भवति तत् कार्यं त्रीणि भवति कित्मित्व अस्ति. एकमस्ति गुणनिषेध, द्वितीयकार्यमस्ति सम्प्रसारणकार्यं, तृतीयकार्यं भवति अनदितां हलिदिताम् इति यदि उपधायां नकारस्य लोपः भवति. त्रीणि कार्याणि भवति यदि ङित्वत् भवति साधु. पूर्वम् एक अग्रे आगच्छति अस्ति लुट् लकारे कोऽपि सम्प्रसारणीयधातु नास्ति. अनदितां हलि वयं दृष्टवन्तः मन्ता अस्ति, भवती एव पठितवती अहं चिन्तयामि. मन्ता मन्ता यदि नकार न भवति तो मन्ता अस्ति भवती. तदासीत् अनिदिताम् लोप न भवति मन्ता सामान्यतया भवेत् कारण इति पर किन्तु वयं किं कृतवन्तः मन्ता इति अस्ति डा धा इति भवति इति अङ्गं तत्र वयं कृतवन्तः नकार उपधायां नास्ति अत्र इति न भवति इति नकारस्य लोप न भवति. इकार उच्चारणार्थमस्ति वा इदितस्य वा इति तत्समये तस्मिन् समये अस्य चर्चा आसीत्. आमाम् अस्तु अग्रे भवती पठति प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् यङन्ताः यङ्लुगन्ताः च इत्येतेषु अनिटादिषु अनिडादिषु गाङ्कुटादिभ्योऽण्यणित् इत्यस्य कार्यं किमर्थं न जातं. णिच् णित् इत्यतः सूत्रस्य प्रसक्तिः नास्ति. अपरेषु स्थलेषु कित्वात् ङित्वात् च गुणनिषेधत्वात् गाङ्कुटातिभ्यो ङित् इत्यस्य किमपि फलं नास्ति. यक् कित् अस्ति परस्मैपदे आशीर्लिङ्गे किद् आशिषि इत्यनेन आशिषि लिङ्गः यासुट् कित् यङ् च ङित् कुटादयः धातुः तेषां लुट्लकाररूपाणि च अत्र प्रदर्श्यन्ते. अस्तु णिच् तो णित् अस्ति, यक् कित् अस्ति, यङन्ताः यङ्लुगन्ताः ङित् सन्ति. परस्मैपदे आशीर्लिङ् यत् यासुट् अस्ति इति मन्ये है न भवति किन्तु कित् आशीष् अस्ति आशीर्लिङ् कृते सूत्रमस्ति किद् आशीष् इति विशिष्टसूत्रमस्ति. अनेन आशीर्लिङ्गे किदाशिषि इत्यनेन आशिषि लिङ्गः यासुट् यत् यासुट् अस्ति तत् कित् अस्ति तेन कारणेन अस्य यासुट् परस्मै सूत्रमस्ति यासुट् परस्मै पदेषु निच्छ अस्तु अत्र सूत्रस्य प्रसक्तिः नास्ति. अस्तु एतदेव उक्तं. वयं पूर्वं चर्चितवन्तः अधुभागे ये सूत्राणि सन्ति ये धातवः सन्ति अत्र भवत्या एतत् पठितं किं पूर्वमेव वयं पठितवन्तः. अस्तु अस्तु पठतु धातवः पञ्च अजन्तधातवः कुटादयः धातवः तेषां लुट् लकाररूपाणि च अत्र प्रदर्श्यन्ते. पञ्च अजन्तधातवः गु पुरीषोत्सर्गे पुरीषोत्सर्गे गुता लुटि प्रथमे एकवचने ता कुङ् शब्दे कुता धृ गतिस्थैर्ययोः धृता, नु स्तवने नुविता, धू विधूनने धुविता. अत्र गु ह्रस्व उकारः, कु ह्रस्व उकारः, ध्रु त्रयाणामपि ह्रस्व उकारः अस्ति इति अस्माकम् आवल्यां न सन्ति तेन कारणे अत्र इडागमः न भवति. गु योगः तास् गुता कुता धृता इति भवति. नु धू एतौ द्वौ दीर्घ उकारान्तधातवः. दीर्घ उकारान्त सर्वे सेटः तेन कारणेन नु इ नवि नुवि ता धू धू योगः इ उ इ एचो एव भूत्वा धुवि इति नास्ति. वयम् अग्रे पठामः. धुवि इता अस्ति अस्ति साधु गुणनिषेधः भवति, ङित्वत् भवति साधु. सामान्यसूत्राणि न गुटादि अस्ति, कुत्रापि गुण न अभवत् साधु. गु उद्गुता कु कुता धूता गुणनिषेधः अस्ति कारण कि गाङ् मुटादिप्रोण्यति इति तु एते पञ्चधातवः. यदि यथा भवती उक्तवती यू धू इति आवल्याम् अजन्तधातुः अस्ति, आवल्यां सर्वे ऊकारान्तधातव सेट सन्ति दीर्घ उकारान्त. दीर्घ उकारान्त ईता ईता इति भवति सिद्धति प्रत्यय ईता परे अस्ति तु नु योग ईता. किन्तु नु अत्र पुनः गुणनिषेधः अस्ति. इदानीं कथम् उविता आगच्छति इति अस्ति अचिष्णु धातु सूत्रेण. अस्तु अवगतम् अस्तु. अनेन उकारस्य उवङ् आदेशः भवति. उवङ् उवङ् कार अपगच्छति हलञ्च मनेन ओम् ओम् भवति उविता इता इति योजनेन उविता इति साधु. अधोभागे पठति आम् आम् सर्वत्र ङिति च इति सूत्रेण गुणनिषेधः. नु धू च सेटौ इत्यतः अचिष्णु धातुभ्रुवां युवोरियङ्गवङ्गौ इत्यनेन अजादिप्रत्यये परे उवङ् आदेशः. अस्तु, अजादिप्रत्ययः अस्ति इता इत्यनेन कारणेन अत्र इकारस्य ऐ अस्ति च उकारस्य उव् आदेशः भवति. अस्तु, अचि परे अचि इति सप्तम्यां विभक्त्याम् अस्ति. अचि इति परि निमित्तं भवति श्नु इति धातु यथा धातु अस्ति. धातु श्नु धातु अङ्गम् अस्ति. धातु कीदृश धातु भ्रुवां भ्रू इति प्रातिपदिकम् अस्ति. युवो इति ईकारान्त धातु भवे वा उकारान्त सन्धि भूत्वा युवो भवति इति. युवो इति ईकार वा उकारान्त धातव क्रमेण इयङ् आदेश. यदि ईकार धातु अस्ति तु इयङ् आदे गच्छति, उकार धातु अस्ति तु उवङ् आदेश भवति. भवती एव पठतु अचि अशिष्णु धातुं भ्रुवा युवो युवङ्गो स्मरणं समीचीनं भवति तदा. प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य इकारान्त उकारान्त धातुरूपि अङ्गस्य भू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवंश आदेशो भवति अजादिप्रत्यये परे. श्नु प्रसङ्गे प्रत्ययग्रहणे तदा तद् अन्ताग्राह्याः परिभाषा त्रयोविंशत् इति परिभाषया तदन्तविधिः. अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इत्यर्थः. युवोः इति विशेषणं धातुशब्दस्य एव, यतोहि श्नु प्रत्ययान्त अङ्गं भ्रू प्रातिपदिकं च उकारान्तः श्नु अपि च भ्रू आम् एव उकारान्तः एव, अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातु इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणं योग्यम्. येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकार उकारः स्यात् इति अर्थः. श्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः. श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवाम्. इश्च उश्च तयोः इतरेतरद्वन्द्वः. यू तयोः युवोः. इयञ्च उवञ्च तयोः इतरेतरद्वन्द्वः. इयङ् उवङ्गौ. अचि सप्तम्यन्तं. श्नु धातुभ्रुवां षष्ट्यन्तं. युवोः षष्ट्यन्तम्. इयङ् उवङ्गौ प्रथमान्तम्. अनेकपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं. युवोः श्नु धातुभ्रुवाम् अङ्गानाम् इयङ्गुवङ्गौ अचि. भवत्या प्रतिपादितं भगिनि तत्सर्वमेव, सर्वं प्रतिपादितं. तदेव अरुणा भगिनी, आवली एक अर्ध आवली भवती पठतु, पुष्पा भगिनी पठति. वयम् अत्रापि कृतवन्तः पुटादिगणे हलन्तधातु के धातवः सन्ति इति. अरुणा भगिनी भगिनी किं वदनीयम्? आवली पठति पुटादिगणे हलन्तधातवः. कुटादिगणे हलन्तधातवः धातुः डिप् क्षेपे रुटिरूपं प्रथमायकवचनं डिपिता. प्रथमं वदतु किम् अभवत् अत्र, तदनन्तरं झटिति पठतु. ओके. डिप् योगः ता प्रत्यय आगच्छ, प्रथमं तास् तदनन्तरं तास् प्रथमस्य दारौ प्रसः सूत्रेण ता अत्र तास् योगः दा स्वीकरोतु ता इति ता. ओके. डि इता अस्ति तद् दीप दीप् इति अत्र दीप इति चेत् दात् अस्ति, तथा मेधागमः दीपिता भवति. किन्तु किमस्ति कुटादिगणे अस्ति अतः पुगन्तलघुपतस्य अस्ति सूत्रस्य कार्यं न भवति, न भवति, न भवति. सर्वे गोज् अस्ति अधोभागे, तत्र अपि अत्र अपि गोज् गोज् न भवति, गोज् इति भवति. अस्तु इति अहं द्रष्टुम् इच्छामि. अस्तु पठतु. पुट संश्लेषणे पुटिता. संश्लेषणे मीन्स् अत्र आ प्लस् ऐ अस्ति, तदेव भगिनि संश्लेषण. संश्लेषणे धातुपाठे दृष्टवती पृथक्करणं. मुद्र आक्षेपमर्दनयोः अत्र भिन्न गुणः न भवति, मुठिता भवति. जानीमः सर्वे गुणबाधितम् अस्ति, सर्वे सेट सन्ति. कलह कर्मणि तुटिता. चुटा छेदने चुटिता. लुटा संश्लेषणे लुटिता. गुड रक्षायां गुडिता. पुड उत्सर्गे पुडिता. युड थुड संवरणे उत्सर्गे मीन्स् टु छोड़ना, त्यागना, टु गिव अप. किमर्थं भगिनि? पुड उत्सर्गे मीन्स् टु गिव अप, यु नो, त्यागना, छोड़ना. ओके. स्फुड संवरणे स्फुडिता. वृडा संवरणे वृडिता. धुरा छेदने छुरा छेदने छुरिता. स्फुर संचलने स्फुरिता. बृड निमज्जने बृडिता. अत्र कुच अपि भगिनि. कुच संकोचने कुचिता. किं भगिनि श्रिङ्किङ्ग् संकोचने कुचित कुचसङ्केचने कुचित कुटा कौटिल्ये कुटिता स्फुटा विकर्षणे स्फुटिता त्रुटाच्छेदने त्रुटिता चुटाच्छेदने चुटिता जुटाबन्धने जुटिता घुट प्रतिघाते घुटिता खुडा बाल्ये कुडिता तुडा तोडने तुडिता स्थुडा संवरणे स्थुडिता चुडा संवरणे चुडिता क्रुडा निमज्जने क्रुडिता गुरी उद्यमाने गुरिता स्थूल संचलने स्फुलिता क्रुडा घनत्वे क्रुडिता केवलं डिप् अस्ति इति इद्युपद धातु अस्ति ग्रिड् ग्रिड् निमज्जने इति ऋतुपदधातु अस्ति क्रिड् ऋतुपद सर्वे शेष सर्वे धातवः ऋतुपदधातवः सन्ति अकारस्य किमस्ति लोपः भवति संज्ञा भवति अज किमस्ति सूत्रं पुगतलं पदस्य न न न न डिप् इति अस्ति अकारस्य प्रथमं सूत्रम् इति संज्ञासूत्रमस्ति अज मनसि न आगच्छति अस्तु तत्र डिप् अस्ति डिप् इति उद्युपदधातु अस्ति गुज् गुज् भवति उद्युपद सो सर्वे उद्युपद अस्ति केवलं ब्रिड् क्रिड् डिप् विहाय उद्युपदधातवः सन्ति कूटाग्निकणे अस्तु अस्तु पाठम् एतावत् पर्यन्तं वयं कृतवन्तः कोऽपि प्रश्नः अस्ति वा सो वयम् अतिदेश इति प्रकरणं कृतवन्तः धातवत्रीणि सन्ति सार्वधातुक प्रक्रियायां सार्वधातुकम् अप्येत् किन्तु अर्धधातुकप्रक्रियायां नाङ् उटोदि नाङ् कुटादि व्यङ्ति निति इति सूत्रं विजयत् विभाषणे सो नाङ्गुटादि अर्धधातुकप्रत्ययां सामान्यं सूत्रम् अस्ति आर्धधातुकं प्रत्ययं प्रक्रियायां भवति ङित्वत् भवति गुणनिषेधः भवति इति वयं कृतवन्तः ये धातवः सन्ति यथा वयम् आवलीं दृष्टवन्तः इति अपि चिष्णुधातु युवायुवङ्गु इति स्मर्तव्यं यदि धातु उकारान्तधातुः अस्ति तत्र तस्य प्रसक्तिः भवति इति धन्यवादः भगिनि अस्तु धन्यवादः भगिनि धन्यवादः शुभरात्रि शुभरात्रि मम त्रुटिः अस्ति तस्य क्षमा याचयामि सम्यक् अस्ति भगिनि चिन्ता मास्तु शुभरात्रि थेङ्क् यू